सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति भुवादिगणः इति प्रथमगणः. अद्य पुनः एकवारं पश्यामः अदन्त अङ्गेषु भुवादिगणः, दिवादिगणः, तुतादिगणः, चुरादिगणः, अदन्त अङ्ग. अङ्गं तृणप्रत्ययस्य योजनानन्तरम् अङ्गम् अदन्तं तत्र प्रथममस्ति. प्रथमः गणः अस्ति भुवादिगणः. तर्हि तत्र किञ्चित् पुनः एकवारं दृष्ट्वा अस्माकं गृहपाठमपि गृहपाठं प्रति गन्तुं शक्नुमः. अस्तु, अत्र अत्र लक्ष्मीभगिनी आरम्भं करोति वा? आं भगिनि, प्रथमतया किं करणीयं भगिनि? आरम्भतः एकवारं पठतु, झटिति एकवारं पुनः कृत्वा गृहपाठं प्रति गच्छामः. अस्तु अस्तु. भुवादिगणः एतावत् अस्माभिः अदन्तम् अङ्गं निर्मितम्. अपि च सर्वधातुकलकारेषु लट् लोट् लङ् विथिलिङ् इत्येषु तिङ्प्रत्ययाः साधिताः. तदा गते पाठे तयोः अङ्गतिङ्प्रत्ययोः संयोजनं कथं भवति, परस्मैपदे आत्मनेपदे च इति अवलोकितम्. अधुना येषु धातुगणेषु अङ्गम् अदन्तं भवति, भ्वादौ, दिवादौ, तुदादौ, चुरादौ च, तेषां गणनां कृते क्रमेण समग्रं चिन्तनं करणीयं. नाम प्रत्येकस्मिन् गणे यावन्तः धातवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गनिर्माणविधिः अस्माभिः ज्ञायेत. प्रत्येकस्मिन् गणे अङ्गस्य सामान्यचिन्तनं किं, विशेषचिन्तनं किम् इति ज्ञेयम्. एकवारम् अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं सिद्धतिङ्प्रत्ययाः के, अपि च अङ्गतिङ्प्रत्ययसंयोजनविधिः अस्माभिः ज्ञायते एव. अतः आहत्य अधुना केवलम् अदन्तम् अङ्गम् अपेक्षते. हस्ते अङ्गम् अस्ति चेत् लट्टि, लोटि, लङि, विधिलिङि च तिङन्तबुद्धिः प्राप्ता. सम्प्रति अस्मिन् पाठे भ्वादिगणीयाः धातवः परिशीलनीयाः. तदा अग्रिमेषु पाठेषु क्रमेण दिवादिगणः, तुदादिगणः, चुरादिगणः च अवलोकयिष्यन्ते. किमपि न वक्तव्यं खलु, केवलं पठनं खलु भगिनि? न, अत्र वदतु सार्वधातुकलकारेषु इति उक्तं. तर्हि प्रथमतया वदतु, स्मारयतु, सार्वधातुकलकारः, सार्वधातुकलकारः अनयोः भेदः कः? सार्वधातुकलकारेषु धातोः अनन्तरं साक्षात् सार्वधातुकप्रत्ययः भवति, अतः सार्वधातुकप्रक्रिया च भवति तत्र. अतः यत्र लट् लकारे उदाहरणार्थं स्वीकुर्मः चेत् धातोः अनन्तरं यदि तिङ्प्रत्ययः अस्ति चेत् तादृशतिङ्प्रत्ययः सार्वधातुकः अस्ति, अपि च कर्तृत्तकः अस्ति चेत् तत्र सार्वधातुकप्रक्रिया भवति. इत्युक्ते तत्र कर्तृ शप् इति सूत्रेण शप् प्रत्ययः धातुः अनन्तरम् आगच्छति. अतः यत्र यत्र सार्वधातुकप्रक्रिया भवति तत्र कर्तृ शप् इत्यस्य सामान्य सूत्रमस्ति, तस्य प्रयोगः भवति. धातुः यः कोऽपि भवतु, यस्मिन् कस्मिन्नपि गणे भवतु, तथापि सार्वधातुकप्रत्ययः अपि च कर्तृत्तकः सार्वधातुकः प्रत्ययः परे अस्ति चेत् कर्तृ शप् इत्यस्य सूत्रेण, इत्यनेन सूत्रेण शप् आगच्छति. तदनन्तरं धातुः कस्मिन् गणे अस्ति इति विचिन्त्य तत्तद् गणीय विकर्णप्रत्ययः शपं प्रभाद्य तस्य स्थाने आगच्छति. इति तु सार्वधातुकप्रक्रिया अस्ति. सार्वधातुकलकारेषु सार्वधातुकप्रक्रिया भवति. लट् लकारे, लोट् लकारे, लङ् लकारे, विथिलिङ्ग् लकारे च एतादृश सार्वधातुकप्रक्रिया भवति. तत्र कर्तृ शप् आगच्छति. समीचीनं, बहु समीचीनं. तर्हि तत्र अवशिष्टलकारेषु का गतिः? अवशिष्टलकारेषु इदानीं षण्णां लकारेषु किं भवति इति चेत् तत्र षट्सु लकारेषु लकारद्वयं लोट् लट् लिट् लकारे, आशुलिङ्ग् लकारे च पाणिनिमहर्षिणा साक्षात् तिङ्प्रत्ययाः आर्धधातुकाः इति सूत्रद्वयेन उक्तमस्ति. लिटि च लिङ्गाशिशि इति द्वाभ्यां सूत्राभ्याम् आर्थधातुकत्वं स्वीक्रियते तिङ् प्रत्ययानां. पुनः स्यतासि लृ लुटोः इति सूत्रेण लृ लृट् लकारे लृङ् लकारे तदनन्तरं लुट् लकारे च आर्थधातुकप्रत्ययः धातोः अनन्तरं आगच्छति. तदर्थं तत्र चिन्तनम् आर्थधातुकप्रक्रिया भवति. इत्युक्ते धातोः अनन्तरं सार्वधातुकप्रत्ययः अस्ति चेदेव, साक्षात् सार्वधातुकप्रत्ययः धातोः अनन्तरम् अस्ति चेत् एव तत्र कर्तृशप् इत्यस्य प्रयोगः, न चेत् तस्य प्राप्तिः भवति. इदानीं धातोः अनन्तरम् आर्थधातुकस्य आर्थधातुकप्रत्ययस्य आनयनात् तत्र साक्षात् अनन्तरं आर्थधातुकप्रत्ययः अस्ति. आर्थधातुकप्रत्ययः अस्ति चेत् कर्तृशप् इत्यस्य प्रसक्तिः अपि नास्ति, प्राप्तिः अपि नास्ति. पुनः लुङ् लकारे चिलि लुङि इत्यनेन तत्रापि चिलि इति प्रत्ययः धातोः अनन्तरम् आयाति, अतः तत्रापि आर्थधातुकप्रक्रिया एव भवति. बहु उत्तमं भगिनि, बहु सम्यक्तया उक्तं, समीचीनं, धन्यवादः भगिनि. इति अस्ति तर्हि तत्र केवलं चतुर्षु लकारेषु एव, लट् लोट् लङ् दिलिङ् इत्येषु लकारेषु एव तत्र धातुः तिङ् प्रत्ययं साक्षात् पश्यति, यतोहि मध्ये बाधा नास्ति. अतः एव तत्र गणनिवर्तिकविकरणप्रत्ययः आयाति. यथा कर्तरि शप् सर्वत्र कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति, यतोहि गणस्य उल्लेखः नास्ति तस्मिन् सूत्रे, परन्तु अवशिष्टेषु गणेषु तत्तद्गणीयविकरणप्रत्ययः आयाति गणमनुसृत्य, यतोहि तत्र धातुतः साक्षात् सार्वधातुक तिङ् प्रत्ययः कर्त्रार्थे अस्ति. तर्हि अवशिष्टलकारेषु षट्सु लकारेषु का गतिः इति चेत्, तत्र यथा भगिन्या सम्यक्तया उक्तं, तत्र लिट् लकारे आशीर्लिङ्ग् लकारे प्रत्ययः साक्षात् आर्धधातुकः, धातुतः यः तिङ् प्रत्ययः अस्ति सः प्रत्ययः साक्षात् आर्धधातुकः, अतः तत्र कर्तरीषप् इत्यस्य प्रसङ्गः एव नास्ति, अतः तत्र आर्धधातुकलकारः इति वदामः. अनन्तरं तत्र लुट् लिट् लृङ् लुङ् एतेषु लकारेषु तत्र लकारनिमित्तिकविकरणप्रत्ययः आयाति, धातोः अनन्तरं लकारनिमित्तिकविकरणप्रत्ययः आयाति इति कृत्वा धातुः साक्षात् तिङ् प्रत्ययं द्रष्टुं न शक्नोति इति कृत्वा तत्र कर्तरीषप् इत्यस्य अवसरः नास्ति. तर्हि आहत्य केवलं लट् लोट् लङ् विधिलिङ् एतेषु लकारेषु एव कर्तरीषप् इत्युक्ते गणनिमित्तिकविकरणप्रत्ययस्य प्रसङ्गः अस्ति इति स्मर्तव्यम्. वस्तुतः सार्वधातुकलकारः अर्धधातुकलकारः इति पाणिनिना साक्षात् न उक्तः तादृशं, परन्तु एतादृशी व्यवस्था मातृभिः कृतं, माता पुष्पादीक्षित् महोदया कृतं. तर्हि तत्र तस्य सौलभ्यं किम् इति चेत्, अस्माकं मनसि तत्र व्यवस्था भवति, सार्वधातुकलकारः अस्ति चेत् तत्र किं भवति, अर्धधातुकलकारः अस्ति चेत् किं भवति इति तादृश सम्यक् व्यवस्था भवति अस्माकं मनसि इति कृत्वा तादृशनामकरणं कृतं. वस्तुतः अष्टाध्यायां तु केवलं सार्वधातुकम् अर्धधातुकम् इति प्रत्ययानां विषये एव तादृशम् उक्तमस्ति इति मनसि भवेत्. अत्र अस्मिन् परिच्छेदे किम् उक्तम् इति सारांशरूपेण एकवारं वदतु. अस्मिन् परिच्छेदे भगिनि, प्रथमपरिच्छेदे किम् उक्तम् इति चेत्, अत्र अदन्तम् अङ्गम् अस्माकं हस्ते तु अङ्गम् अस्ति, तदङ्गम् अदन्तम् अङ्गम् अस्ति. इदानीं तिङ् प्रत्ययस्य योजनं यत्र भवति, तत्र किं किं कार्याणि कानि कार्याणि भवन्ति, तेषामपि गते पाठे अस्माभिः अवलोकितमेव. अत्र किं स्मर्तव्यम् इति चेत्, अदन्तम् अङ्गम् अस्ति, अदन्त अङ्गस्य विषये अस्ति. अदन्तम् अङ्गं केवलं भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे एव भवति. अतः तेषु एकः अन्यतमः भ्वादिगणीयः धातवः अस्मिन् करपत्रे अस्य चर्चा भवति. तत्र अदन्तम् अङ्गम् अस्ति एकस्मिन् पक्षे, अन्यस्मिन् पक्षे अस्ति तिङ् सिद्धतिङ्प्रत्ययाः, तेषां योजनं भवति. अत्र प्रथमतया सामान्यधातवः भ्वादिगणे एव सामान्यधातवः ये सन्ति तेषां विवरणं भवति, ततः परं विशिष्टधातवः के इति दृष्ट्वा तेषाम् उल्लेखनं, किमपि विशिष्टकार्यं यत्र भवति तस्य उल्लेखनं भवति इति अत्र उक्तम्. बहु सम्यक् भगिनि, समीचीनं. तर्हि इदानीम् अग्रे गन्तुं शक्नुमः. तर्हि तत्र अग्रे वासुदेव महोदय पठितुम् इच्छति वा? स्वागतं महोदय. अस्तु अस्तु अस्तु अस्तु समीचीनम्. अस्तु शोभा भगिनी अग्रे पठति वा? नमस्कारः भगिनि. तत्र सूत्राणि इति दत्तं, तत्र किल स्मर्यते यत् इति अस्ति खलु, स्मर्यते यत् किञ्चित् सार्वधातुकं द्वितीयपरिचयः. अस्तु भगिनि, किञ्चित् अनन्तरं पठामि वा? अस्तु अस्तु, नास्ति चिन्ता. तर्हि अत्र मीना भगिनी पठतु. स्मर्यते यत् तिङ्क्षित् सारुदात्वम् इत्यनेन तिङ् प्रत्ययाः सारुदात्कसंज्ञकाः, तदा कर्त्री शप् इत्यनेन कर्तृत्वे सारुदात्कप्रत्यये परे धातुकः शप् प्रत्ययः विहितो भवति. तत्र तिङ्क्षित् सारुदात्कम् इति सूत्रमस्ति, तत्र सारुदात्क किम् इति संज्ञासूत्रम् एव तिङन्त प्रत्ययः अपि च षित् प्रत्ययः अस्ति वा सारदात्कम् इति उच्यते. तदा तस्मात् कर्तृषप् इत्यनेन सारुदात्कत्यनेन कर्तृषप् कर्तृत्वे सारुदात्कप्रत्यये परे शप् प्रत्ययः भवति. तदनन्तरं कर्तृषप् पठामः वा? किञ्चित् सारदात्कम् इति सूत्रं पठतु. तिङ्क्षित् सारुदात्क इह प्रत्ययः तिङ् वा षिप् वा अस्ति, सः प्रत्ययः सारुदात्कम् इष् इत् यस्य सः षित् भुवैः तिङ् च षित् च तयोः समाहारद्वन्द्वः तिङ्क्षित्. तिङ्क्षित् प्रथमान्तं सारुदात्कं प्रथमान्तं द्विपदमिदं सूत्रं प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः परश्च तिङ्क्षित् प्रत्ययः सारुदात्कम्. अत्र सारुदात्कम् अपि कीदृश अस्ति इति उक्तं तत्र, यदि धातोः धातुतः तिङ् प्रत्ययः वा अथवा षित् प्रत्ययः वा, यत्र षकारः इत् अस्ति प्रत्यय वा तिङ्क्षित् सारुदात्कम् इति उक्तं संज्ञा एव. अत्र सत्यं, तर्हि तत्र संज्ञासूत्रमस्ति खलु, तिङ्क्षित् सारुधातुकम् इति संज्ञासूत्रमस्ति. तर्हि धातोः पर इत्युक्ते तत्र तिङ्क्षित् संज्ञा कस्य भवति इति चेत् धातुतः विद्यमानस्य एव भवति, प्रातिपदिकात् विद्यमानस्य तिङ् अथवा षित् इति नामकरणं नास्ति. षित् इति नामकरणं प्रातिपदिकात् विद्यमानस्य प्रत्ययस्य सारुधातुकसंज्ञा तु न भवति. तर्हि धातुतः विद्यमान तिङ् प्रत्ययः अथवा षित् प्रत्ययः, तस्मात् तत्र सारुधातुकम् इति संज्ञा विधीयते. समीचीनं. तर्हि इदानीम् अग्रे उमाभगिनी अग्रे पठतु कर्तरीश. कर्तरीश धातुतः शप् प्रत्ययः भवति. कर्तृत्वक सार्वधातुकप्रत्यये परे कर्तरि सप्तम्यन्तं षप् प्रथमान्तं द्विपदमिदं सूत्रं सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परस्य इत्यनयोः अधिकारः धातोः धातोरेकाचो हलादेः क्रिया समग्रहरि यज्ञ इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके अत्र कत्तरी षत् इति सूत्रस्य व्याख्यानं ददाति. सप्रत्ययः परे भवति चेत् कर्तर्थक कर्तर्थके अस्ति चेत् तदा एव सार्वधातुक प्रत्ययपरे इति उच्यते. कर्तरी सप्तम्यान्तं षट् प्रथमान्तं विवरणसूत्रं सो सार्वधातुके प्रत्ययः परश्च एतेषाम् अधिकारः धातोः एकाचो हलादिः क्रिया समभिहारेयम् इति सूत्रस्य धातोः इति अनुवृत्तिः गृहीतव्यं. धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके इति अनुवृत्तिसहितसूत्रं. सो धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके. सो धातोः सहित शप् प्रत्ययः अस्ति चेत् परे अस्ति चेत् कर्तरि सार्वधातुके इति उच्यते. समीचीनं. कर्तरि इत्यस्य कः अर्थः अत्र? कर्तरि सार्वधातुके इत्यस्य कः अर्थः? कर्तरि न कर्त्रार्थे इति दट् इस् कर्ता क्रियापदेन सह युज्यते. कर्तुः अन्वयः. समीचीनं. कर्तुः अन्वयः क्रियया सह यदा तिङ्पदेन सह तिङ्गन्तपदेन सह कर्तुः अन्वयः यथा भवति इत्युक्ते तिङ्गन्तपदेन कर्ता उक्तः अस्ति वाक्ये. कर्तुः प्राधान्यम् अस्ति वाक्ये. इदानीं तत्र कर्त्रार्थे इति वदामः. बालकः गच्छति इति वदामः चेत् गच्छति इति क्रियापदेन इदानीम् अहं केवलं गच्छति इति वदामि चेदपि वयम् अवगच्छामः तत्र कश्चन कर्ता अस्ति यः गच्छति इति वयम् अवगन्तुं शक्नुमः. अतः तत्र तिङ्गन्तपदेन कर्ता उक्तः अतः तत्र कर्तुः प्राधान्यम् अस्ति तादृशवाक्ये. क्रियापदस्य अन्वयः कर्त्रा सह भवति इति स्मर्तव्यं तत्र. अतः तत्र वचनं सर्वं तत्र कर्तुः अनुसृत्य कर्तारम् अनुसृत्य भवति. अस्तु, तर्हि अत्र कर्तरी शप् इति सूत्रे इति सर्वसामान्यसूत्रमस्ति, उत्सर्गसूत्रमस्ति. तस्य अनन्तरम् अपवादसूत्राणि सन्ति तत्र तत्तद्गणनिमित्तिकसूत्राणि. तर्हि अत्र कर्तरी शप् इति सूत्रे गणस्य उल्लेखः नास्ति इति कृत्वा अस्य सूत्रस्य कार्यं यत्र कुत्रापि भवितुमर्हति यत्र सार्वधातुककर्त्रार्थकप्रत्ययः अस्ति. तर्हि यत्र सनन्तप्रत्ययः अस्ति, जिगमिष्यति, क्विपठिष्यति, जुगुप्सते, अथवा या यत्किमपि भवतु सनन्तप्रत्ययः, अथवा किं पाठयति, गापयति इत्यादीनि तत्र निजन्तप्रयोगः अस्ति, अथवा पापट्टि पापट्यते इति तत्र यङन्तप्रत्ययः अस्ति. तत्रापि तत्र पापट्यते इति यदा यङन्त पापट्यते इति यङन्तप्रत्ययः अस्ति तत्र. सनादिप्रत्ययेषु अन्यतमः अस्ति यङ् प्रत्ययः. यङन्तप्रत्ययः अस्ति पापट्यते, अथवा जङ्गंस्यते, अथवा जङ्गंते जङ्गमन्ते इति तादृशरूपाणि यत्र यङन्तप्रत्ययः अस्ति तत्रापि तत्र ते इति प्रत्ययः कर्त्रार्थे अस्ति, सार्वधातुकप्रत्ययः अस्ति. अतः तत्रापि तत्र किं कर्तरि शप् इत्यस्य व्यवहारः अस्ति तत्रापि. तत्र जी गमिष्यते इति यदा वदामि, जी गमिष इति धातुतः यदा तत्र शप् इति प्रत्ययः विद्यते, जी गमिष योगः अयोगः ति अथवा ते, तत्रापि शप् इत्यस्य अवसरः अस्ति. अतः अस्मिन् सूत्रे गणस्य उल्लेखः नास्ति इति सर्वदा स्मर्तव्यम्. अतः अस्य सूत्रस्य कार्यं कार्यक्षेत्रं बहु बृहत् अस्ति, अतः तस्य अपवादाः सन्ति गणनिमित्तिकविकरणप्रत्ययः. अस्तु, तर्हि इदानीम् अग्रे गन्तुं शक्नुमः. अत्र इदानीम् अत्र अदृष्ट्वा कोऽपि वदतु, अत्र अस्माकं सिद्धप्रत्ययः के इति अदृष्ट्वा कोऽपि वदति वा? वदामि भगिनि. वदतु. लट्लकार अदृष्ट्वा लट् लोट् लङ् विधि लिङ् अदृष्ट्वा झटिति वद वक्तव्यं लट् पस्मिपदि सीतः अन्ति सीतः अन्तु शून्यै सा तं स आनि आव आम् लङ् ताम् अन्तु तं स पुनः वदतु प्रथमपुरुषे न न न कासमायि अं वाम अवाम अस्तु अवाम अवाम इति वक्तव्यं वस्तुतः तत्र दीर्घत्वं जायते अस्तु विदिलिङ्ग् बहु समीचीनं भगिनि सम्यक् सम्यक् समीचीनं तर्हि हा नास्ति चिन्ता तत्र बहु समीचीनमस्ति इदानीं तत्र आत्मनेपदी प्रत्ययानां विषये तत्र अन्य कोऽपि वदति वा अहं वदामि भगिनि वदतु अतः पेति अन्ते सेथे द्वै ए वहे महे लट्लकार तामितामन्तान् स्वयथां ध्वम् ऐ आवहे आमहे लोट्लकार स्वयतामन्त थायथां ध्वम् इर्वहि महि इ वहि महि विधिलिङ्ग ईत् एताम् ईरन् ईत् इयताम् ईरन् इह इयताम् इयथाम् ईध्वम् ईय इ वहि इ महि महोदय पुनः एकवारं प्रथमपुरुषे किमस्ति वदतु मन्दमन्दं प्रथमपुरुष विधिलिङ्ग् वा विधिलिङ्ग् ओ विधिलिङ्ग् ईत् युनो सीयुट् आधारेण अत्र ईत् भवति ईत् अनन्तरं ईत् इयताम् ईरन् बहु समीचीनं सम्यक् बहु सम्यक् समीचीनं धन्यवादः महोदय इदानीं तत्र सरलप्रश्नः कर्तरिशब्स महत्त्वं यथा भवति युनो अवदत् अतः महत्त्वं विकरणपत्रः कोऽपि महत्त्वम् अत्र अस्ति यथा विकरणपत्र विकरणपत्रः आर्धातुकः कोऽपि नास्ति अथवा विकरणपत्य महत्त्वं कर्तृशप् आधारेण भवति न केवलं सार्वधातुकः परन्तु अन्य यङ् लुगन्त इत्यादि अपि च यत्र सार्वधातुक क्रीडन्त शत्रिषा च अपि भवति परन्तु कर्तृशप् सर्वत्र भवति कर्तृशप् कारणेन विकरणस्य महत्त्वम् अहं केवलं यदा कर्ता अस्ति शप् कारणेन विकरणं भवति समीचीनम् इत्युक्ते सार्वधातुकप्रत्ययः यत्र कुत्रापि इत्युक्ते कृदन्तं वा भवतु तिङन्तं वा भवतु यत्र सार्वधातुकसंज्ञा अस्ति सार्वधातुकम् इति संज्ञा यत्र अस्ति तत्र कर्त्रार्थे अपि विवक्षा अस्ति चेत् तदानीं कर्तरिशप् इत्यस्य प्रसक्तिः भवति एव तर्हि प्रत्ययः स सारधातुकम् अस्ति वा इति नास्ति वा इत्येव चिन्तनीयं. तत्र कृप्रत्ययः वा तिङ्प्रत्ययः वा इति चर्चनीयस्य विषयः नास्ति, चर्चनीयः विषयः नास्ति. परन्तु प्रत्ययः सारधातुकम् अस्ति वा इति विषयः तावदेव. तर्हि अत्र सनन्तधातुः वा अथवा यः कोऽपि धातुः भवतु, यः कोऽपि धातुः भवतु, तत्र अनन्तरं यः कोऽपि प्रत्ययः भवतु, परन्तु प्रत्ययः सार्वधातुकसंज्ञकः अस्ति वा अथवा कर्त्रार्थे अस्ति वा इत्येव विषयः अस्ति. ततः शत्रुप्रत्ययः, शानच् प्रत्ययः, सनन्तप्रत्ययः, यः कोऽपि प्रत्ययः भवतु, सर्वत्र कर्तरीषप् इत्यस्य अवसरः अस्ति. अस्तु, इदानीम् अग्रे गन्तुं शक्नुमः. इदानीं भूधातुः अस्ति, भूधातोः बहु सरलमस्ति. तर्हि तत्र कोऽपि झटिति वदतु, रूपाणि वदतु, कोऽपि का वदति, शोभगज्ञ वदतु. आं भगिनि, तत्र अदृष्ट्वा न वक्तुं शक्नोमि, दृष्ट्वा वदामि वा? अस्तु वदतु. अस्तु, भूधातोः लट्लकारे भवति, भवतः, भवन्ति, भवसि, भवतः, भवथा, भवामि, भवावः, भवामः. लोट्लकारे भवतु अथवा भवतात्, भवतां, भवन्तु, भव अथवा भवतात्, भवतं, भवता, भवानि, भवाव, भवाम. अपि च लङ् लकारे अभवत्, अभवताम्, अभवन्, अभवः, अभवतम्, अभवता, अभवम्, अभवाव, अभवाम. विधिलिङ्गि भवेत्, भवेतां, भवेयुः, भवेः, भवेतं, भवेता, भवेयं, भवेव, भवेम इति भवन्ति. अङ्गं किमस्ति अत्र भूधातोः? अदन्तम् अङ्गम् अङ्गे एव आगच्छति. हा, अङ्गं किम् अस्ति इदानीम् अदन्तम् अङ्गम्? अदन्तम् अङ्गम् अस्ति चेत् भव, भव इति भवति, क्षम्यतां, भव इति अङ्गं. भूधातुतः शप्रत्ययः आयाति, इदानीं गुणकार्यं कृत्य भव इति अङ्गं. समीचीनम्. इदानीं तत्र वृत् इति धातोः विषये वदतु. हा, वृत् इति आत्मनेपदी धातुः, तत्र लट्लकारे वर्तते, वर्तेते, वर्तते. अङ्गं किम् इति एकवारं वदतु अङ्गम्. अङ्गं तत्रापि शप् इति विकरणप्रत्यय आयाति इति कृत्वा वर्त इति अङ्गं भवति. वृत् इत्यस्य गुणः भूत्वा वर्त् इति भूत्वा शप् इत्यस्य आकारस्य योजनेन वर्त इति अङ्गम्. केन सूत्रेण गुणः? तत्र वृत् इति उपधायां लघु ऋकारः, अतः सार्वधातुकार्धधातुकयो पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति तत्र. समीचीनम्, अग्रे वदतु. तत्र रूपाणि लट्लकारे वर्तते, वर्तेते, वर्तन्ते, वर्तसे, वर्तेथे, वर्तध्वे, वर्ते, वर्तावहे, वर्तामहे. लोटि वर्ततां, वर्तेतां, वर्तन्तां, वर्तस्वा, वर्तेथां, वर्तध्वं, वर्तै, वर्तावहि, वर्तामहै. लङ्लकारे अवर्तता, अवर्तेताम्, अवर्तन्ता, अवर्तथाः, अवर्तेथाम्, अवर्तध्वम्, अवर्ते, अवर्तावहि, अवर्तामहि. विधिलिङ्गि वर्तेता, वर्तेयातां, वर्तेरन्, वर्तेथाः, वर्तेयाथां, वर्तेध्वं, वर्तेय, वर्ते वहि, वर्ते महि इति भवन्ति. बहु समीचीनं, समीचीनम्. अत्र एकमहं पुनः केवलं तत्र अस्माकं सौलभ्यं भवति इति कृत्वा वदामि. अत्र सिद्धप्रत्ययाः मनसि भवन्ति चेत् लाभाय भवन्ति, यतोहि इदानीं भव इति अङ्गम् अस्ति इति जानीमः चेत्, भूधातुतः शप्रत्ययः आयाति चेत् भव इति अङ्गम् इति जानीमः चेत्, तदानीं भव अपि च तिङ् प्रत्ययः अनयोः योजनमेव भवति. अतः झटिति वक्तुं शक्नुमः भवति, भवतः, भवन्ति इति. तादृशं झटिति तत्र सर्वाणि रूपाणि लट् लोट् लङ् इति लिङ्क् वक्तुं शक्नुमः. अस्माकं सौलभ्यमस्ति, वाक्यस्तरे यदा वाक्यं वयं वाक्यस्य प्रयोगं कुर्मः तदानीं तत्र क्रियापदं किं, तत्र पुरुषमनुसृत्य क्रियापदं किम् इति झटिति मनसि आगच्छति. अतः सौलभ्यमस्ति. अतः अस्मिन् पाठे यदि तत्र इतः आरभ्य तत्र सिद्धप्रत्ययः मनसि भवन्ति चेत् झटिति वक्तुं शक्नुमः रूपाणि. तत्र अभ्यासः अपि भवति अस्माकम् इति कृत्वा सर्वे कृपया पुनः अग्रिमसप्ताहे कण्ठस्थीकृत्वा आगच्छन्तु. आं भगिनि. हा समीचीनं, तर्हि इदानीम् अग्रे गन्तुं शक्नुमः. इदानीम् अरविन्द महोदय अग्रे पठतु. भुवादिक अग्रे केवलम् अङ्कं च लट् लकारस्य प्रथमे तत्र आरभ्य भुवादिगणे भुवादिगणः सामान्यधातवः. येषु धातुषु शवं निमित्तीकृत्य किमपि अङ्ककार्यं नास्ति, केवलं संयोजनं. सेवेन् फिफ्टि फोर् धातवः. इमे सर्वे धातवः न इगन्धाः न वा इगुपदाः, अतः किमपि गुणकार्यं नास्ति. येषु धातुषु अतुपदधातवः वद् इव 237 सन्ति. वद् योगः शप् यो इति शप् योजनेन वद इति अकारं भवति. अदन्तम् अदन्तम् इति टिप् योजनेन वदति इति रूपं सिद्ध्यति. एवं मील् इति धातोः शप् योजनेन मील भवति. तदनन्तरं तिप् योजनेन मीलति इति रूपं प्रथमपुरुष एकवचनं. मूष् इति धातोः शप् योजनेन मूषा इति अकार अदन्तं मूषायोग अस्ति मूषति. ओख् याग शप् योजनेन मो ओखा भवति. ओखा योगः तिप् ओखति इति रूपम्. अङ्गी इति इगन्धधातुः अस्ति इति कृत्वा इति तोणुं धातोः मितचोन्त्यात् परोः इति सूत्रद्वयेन नकार आदेशेन अङ्ग् इति रूपं शप् योजनेन अङ्ग इति भवति. अतः अङ्गयोगः तिप् अङ्गति इति सिद्ध्यति. कुञ्ज योगः शप् कुञ्ज योगेन तिप् कुञ्जति. अर्च् योगः शप् तत्र अर्च् योगः अर्च योगः तिप् अर्चति. मेद् योगः शप् मेध मेद तिप् योजनेन मेधति भवति. वेल् योगः शप् वेल इति योजनेन तिप् योजनेन वेलति भवति. दाव् योगः शप् अत्र दाव योगः तिप् धावति इति रूपं सिद्धं भवति. समीचीनम्. इदानीं तत्र अत्र यानि ये ये धातवः दत्ताः तेषु तत्र तत्र वयं किञ्चित् अभ्यासं कुर्मः. अत्र इदानीं वदति इत्यत्र तत्र कोऽपि वदत् तत्र वद वद इति अङ्गस्य सर्वाणि रूपाणि वक्तुं शक्नोति वा? भवान् वक्तुमिच्छति वा? अस्तु वदतु. वदति वदतः वदन्ति वदसि वदतः वदत वदामि वदाव वदाम इति लट् रूपं. लोट् रूपे वदतु वदता वदतां वदन्तु वद वदत वदतं वदत वदानि वदाव वदाम इति लोट् लकाररूपम्. अवदत् अवदताम् अवदन् अवदः अवदत्तम् अवदत अवदत् अवदम् अवदाव अवदाम इति लङ् रूपाणि. एवं विधिलिङ्ग् रूपाणि अस्ति वदेत् वदेताम् वदेयुः वदेः वदेतम् वदेत वदेयम् वदेव वदेम इति. बहु समीचीनम् उत्तमं. कोऽपि तत्र वाक्यं वदतु एकं वाक्यम्. वाक्यं यत्किमपि रूपं लट् लोट् लङ् विधिलिङ्ग् इत्येषु यत्किमपि किं वदति किं वदामि इति चिन्तयामि इति. अस्तु बहु समीचीनं महोदय. तत्र एवं तत्र रूपाणि मनसि भवन्ति चेत् बहु सौलभ्यं, वाक्यस्तरे बहु सौलभ्यम्. अस्तु इदानीम् अग्रे मील् इत्यस्य रूपाणि तत्र विजयलक्ष्मीपत्नी वदति वा? भगिनी वदामि. मीलति मीलतः मीलन्ति मीलसि मीलतः मीलथ मीला मीलामि मीलावः मीलामः. भवति वा मीलामि इति? भवति. किमर्थं न भवति? मीलामि मीला मीलामि मीलावः मीलामः लट्लकारे. अनन्तरं नेक्स्ट् किमस्ति लोट्. मीलतु मीलतां मीलन्तु अन्यत् रूपम् अस्ति खलु, मीलतु इत्यस्य अनन्तरम् अन्यत् रूपम्, ओ मीलतु, मीलतात्, तात् वदने मम हृदम् अपगच्छति, मीलतु, मीलतात्, मीलतां, मीलन्तु, मील, मीलतात्, मीलतं, मीलत, मीलानि, मीलाव, मीलाम इति लोट् लकारे, लङ् लकारे अमीलत्, अमीलत्, अमीलताम्, अमीलन्, अमीलः, अमीलतम्, अमीलत, अमीलम्, अमीला, अमीलम्, अमीला, अमीलाव, अमीलाम, विधिलिङ् लकारे अमीलेत्, अमीलेताम्, मीलेत्, मीलेत्, मीलेताम्, मीलेयुः, मीलेः, मीलेतं, मीलेत, मीलेयं, मीलेव, मीलेम, एकं वाक्यं वदतु, मील् इति धातोः अर्थः कः? To open your eyes, nimilati, close your eyes. Samishana. Vakyam vadatu. Nimilati. Nimilati vakyam va. Ashwaha. Bhagini, dvayoho eyes. किमिति वक्तव्यम्? अक्षः, अक्ष, द्वयोः अक्ष्णोः, द्वयोः अक्ष्णोः निमील्य अश्वः स्वपिति, निमील्य इति तत्र लबन्तपदस्य प्रयोगः अस्ति, समीचीनम्, ओ आम् आम्, निमीलति, तिङन्तपदस्य प्रयोगं कृत्वा वदतु, मीलति, मीलति, इदानीं मनसि किमपि न आगच्छति, अस्तु अस्तु, नास्ति चिन्ता, इत्युक्ते तत्र एतावती उक्तवती अश्वः नेत्रद्वयं निमीलति, मीलति, किमपि वक्तुं शक्यते, समीचीनं, यत्र मील् इत्युक्ते तत्र एतावती उक्तवती तु ओपन् और् क्लोज़् ऐस्, अस्तु समीचीनं, मूष् इति धातोः रूपाणि उषाभगिनी वदति वा? आं भगिनि, मूषति, मूषतः, मूषन्ति, मूषसि, मूषतः, मूषत, मूषामि, मूषावः, मूषामः, लटीरूपं, लोटीरूपं, मूषतु, मूषतात्, मूषतां, मूषन्तु, मूष, मूषतात्, मूषतं, मूषत, मूषानि, मूषाव, मूषाम, मूषानि, मूषाणि, मूषाव, मूषाम, त् मूष, अमूषाणि, मूषाणि इति णत्वं खलु, मूषाणि णत्वं, मूषाणि, मूषाव, मूषाम, लङ्गीरूपम् अमूषत्, अमूषताम्, अमूषन्, अमूषः, अमूष, अमूषतम्, अमूषत, अमूषम्, अमूषाव, अमूषाम, विधिलिङ्गि, अमूषन्, अमूषन् इति वा, अमूषन् नो नो भगिनि, पदान्त, पदान्ते अस्ति, पदान्ते, समीचीनं, पदान्ते अस्ति चेत् नत्वं न, नत्वं नास्ति, विधिलिङ्गीरूपं, मूषेत्, मूषेतां, मूषेयुः, मूषेः, मूषेतं, मूषेत, मूषेयं, मूषेव, मूषेम, अर्थः कः मूष्टातुः? स्टे टु राब्, वदतु, स्तेनाः विग्रहं मूषन्ति, किं स्तेनाः? चोराः, चोराः विग्रहं मूषन्ति, विग्रहं, चोराः विग्रहं मूषन्ति, अस्तु, तत्र लटि एव वक्तव्यम् इति नास्ति, तत्र लोटि, लङ्गि इत्यस्य एतेषाम् अभिप्रयोगः शक्यते खलु, आं भगिनि, अस्तु अस्तु, समीचीनं, सम्यक्, तर्हि तत्र अस्तु, इदानीं तत्र इतोपि ओक् इति धातुः ओक् धातोः रूपाणि तत्र सूर्यकुमारी वक्तुमिच्छति वा भगिनि? ओक् वदतु रूपाणि. लट्लकार ओकति ओकतः ओकन्ति ओकसि ओकतः ओकथ ओखामि ओखावः ओखामः. लोट्लकार अवोकतु क्षम्यताम् ओकतु ओकतात् ओकताम् ओकन्तु ओक ओक ओकतात् ओकतम् ओकता ओकानि ओकाव ओकाम. लङि औकत् कथं लब्धम् औकत्? आयोगः ओकत् औकत् भवति वृद्धि भवति. तत्र अजादिः अस्ति खलु धातुः, अतः तत्र केन सूत्रेण अडागमः? आडजादीनाम् इत्यनेन आडागमः. तदनन्तरं वृद्धिः केन सूत्रेण? तर्हि तत्र औक इति औकयोगः त प्रत्ययः, तत्र आडागमः भवति. आयोगः औक, आयोगः औक, वृद्धिः भूत्वा औक इति अङ्गम्, औक इति अङ्गम्. तदनन्तरं प्रत्ययस्य योजनेन औकत् औकताम् इति तादृशरूपाणि. समीचीनम्. इदानीं विदिलिङ्ग्. विदिलिङ्ग् औखेत् ओखेत् क्षम्यताम् ओखेत् ओखेताम् ओखेयुः ओखेः ओखेतम् ओखेता ओखेयम् ओखेव ओखेम. समीचीनं समीचीनम्. एकं वाक्यं वदतु, अर्थः कः, धातुः अर्थः कः? न कर्तुमिच्छति. बहवः अर्थाः सन्ति अस्य, बहवः अर्थाः सन्ति. वदतु. छात्रः गृहपाठं कर्तुम् ओकति. गृहपाठं कर्तुम् ओकति इत्युक्ते न इच्छति इत्यस्मिन् अस्ति खलु? विरोधं करोति, न करोमि इति, न अङ्गीकरोति. एकः संशयः भगिनि, ओकति इति चेत् कान्तिमान् भो कान्तिमान् तस्मिन् कौसुदे पुनः वदतु, किं सम्यक् न श्रूयते, पुनः वदतु. ओके, ओकति इति चेत् शोषण अलम् अर्थयोः इति संस्कृते अस्ति. शुष्कहोना कान्तिमान् होना इति डिफ्रेण्ट् प्रत्येक मीनिङ्ग् इस् देर्. सो कान्तिमान् होना ओकति दक्षिणे ओकाः देवाः ओकाः वदन्ति न. सो शिष्यः आनन्दगिरिः गुरोः कृपया विद्यया ओकति. शिष्यः पुनः सम्यक्तया न श्रुति भगिनि, पुनः वदतु. शिष्यः आनन्दगिरिः गुरोः कृपया विद्यया ओकति. विद्यया ओकति इत्युक्ते विद्यया ओकति इत्युक्ते तत्र विद्यया सह कान्तिमान् अभवत् इति वक्तुमिच्छति खलु, इति वक्तुं शक्यते. कान्तिमान् अभवत् इति वक्तुं शक्यते. कान्तिमान् इत्यपि एकः अर्थः अस्ति. न न, धातोः अनेके अर्थाः सन्ति खलु, अतः तत्र प्रकरणं दृष्ट्वा तत्र अर्थः कः इति वक्तुं शक्यते. तत् सन्दर्भः कः इति दृष्ट्वा अर्थस्य परिवर्तनं भवति सन्दर्भानुगुणं. प्रकरणं किम् इति सर्वदा चिन्तनं भवेत्. अस्तु, तर्हि इदानीम् अन्यत् एकं कृत्वा समापयामः. अत्र अजादिः पुनः एकं स्वीकुर्मः. अर्च् इति धातुः, अर्च् धातोः रूपाणि तत्र कः? पमेला भगिनी वदति वा? आं भगिनि, लट्लकार अर्चति, अर्चत, अर्चन्ति, अर्चसि, अर्चथः, अर्चत, अर्चामि, अर्चाव, अर्चावः, अर्चामः. लोट् लकार अर्चतु, अर्चतात्, अर्चताम्, अर्चन्तु, अर्च, अर्चतात्, अर्चतम्, अर्चत, अर्चानि, अर्चावः, अर्चाव, अर्चामः. अर्चानि इत्यत्र णत्वमस्ति का, अस्ति वा? अर्चानि अट्कुप् वाङ्ग् पदान्ते नो नी अर्चानि अस्ति भगिनि, च अट्कुप्वाङ्ग् अर्च अट्कुक् नास्ति भगिनि, क क घर चकारवर्ग न अन्तर्भूता अट्कुप्वाङ्ग् इत्येन अतः न भवति. अस्तु, सम्यक्. अग्रे लङ्लकारे अडागम भवति अजादीनाम् इत्यनेन, तर्हि अर्च् इत्यत्र आगच्छति, आटच्च इत्यनेन वृद्धिः भवति, तर्हि आर्च् इति अङ्गम्, तर्हि आर्च इति अङ्गम्, आर्चत, आर्चताम्, आर्चन्, आर्च, आर्चतम्, आर्चत, आर्चः, आर्चः, आर्चतम्, आर्चत, आर्चम्, आर्चाव, आर्चाम इति लङ्रूपाणि. विधिलिङ्ग अर्चते, अर्चेत्, अर्चेताम्, अर्चेयुः, अर्चेः, अर्चेतम्, अर्चेत, अर्चेयम्, अर्चेव, अर्चेम. बहु समीचीनं भगिनि, तथैव इति एतादृश अभ्यासः तत्र गृहे वयं कुर्मः चेत् महान् लाभः, महान् लाभः. अतः कृपया कुर्वन्तु, तत्र अत्र सिद्धप्रत्ययानां कण्ठस्थीकरणमपि कृपया कुर्वन्तु. अस्तु, समीचीनम्. इदानीम् अग्रे गच्छामः वा? तर्हि इदानीम् इगन्तदातवः इति आरभ्य शुभदा भगिनी पठितुमिच्छति वा? आं भगिनि, श्रूयते वा? श्रूयते, कृपया पठतु. इगन्तधातवः नवत्रिंशत् धातवः. इक् इति प्रत्याहारः, इ ई उ ऋ येषां धातूनाम् अन्ते ते इगन्तधातवः. शप् षित् अपि पित् अपि. अतः अङ्गस्य निर्माणार्थं भुवादिगणीय इगन्तधातूनां विकरणप्रत्ययः इगन्तधातूनां विकरणप्रत्ययनिमित्तकं गुणकार्यं भवति तदा सन्धिकार्यं यथासङ्गम्. इगन्त इत्युक्ते किम् इति लिखितमस्ति. इगन्त अत्र इगन्त इत्यस्मिन् इक् इति प्रत्याहारः उल्लेखितः अस्ति. इक् इत्युक्ते इ उ ऋ इति तेभ्यः इ इ उ उ ऋ ये एते वर्णाः येषां धातूनाम् अन्ते सन्ति ते सर्वे इगन्तधातवः इति उच्यते. इक् अन्ते अस्ति येषां धातूनां ते इगन्तधातवः. शप् षित् अपि अस्ति, पित् अपि अस्ति. शप् इत्यस्मात् श इत्यस्य लशक्वतद्धिते इत्यनेन इत्संज्ञा, अपि च तस्य लोपः इत्यनेन लोपः. पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा, तस्य लोपः इत्यनेन लोपः इति कृत्वा शप् इति प्रत्ययः, विकरणप्रत्ययः. षित् अपि अस्ति शकारस्य इत्संज्ञा, अपि च पित् अपि अस्ति इत्युक्ते पकारस्य इत्संज्ञा लोपः भवति. अतः अक् अ इति अवशिष्यते तत्र. अतः अङ्गस्य निर्माणार्थं भुवादिगणीय इगन्तधातूनां विकरणप्रत्ययनिमित्तकं गुणकार्यं भवन्ति. गुणकार्यं भवति. अतः यदा अङ्गस्य निर्माणस्य प्रसङ्गः भवति तदा ये इगन्तधातवः सन्ति, भवादिगणीय इगन्तधातवः ये सन्ति, तस्मात् परं यदा अ इति प्रत्ययः विधीयते तदा तत्र विकरणप्रत्ययनिमित्तकं गुणकार्यम् इत्युक्ते अ इगन्त अङ्गः अपि च तदनन्तरम् अ इति विकरणप्रत्ययः तत् आद्गुणः इत्यनेन गुणकार्यं भवति. तदनन्तरं यथा यथोचितं सन्धिकार्यमपि भवति इति लिखितमस्ति. इगन्तः इति कीदृशसमासः? इक् अन्तः, इक् अन्ते यस्य सः इगन्तः, बहुव्रीहि बहुव्रीहिसमासः अस्ति. समीचीनं. तर्हि इगन्तः इति कस्य विशेषणं? धातोः विशेषणं. धातोः विशेषणम् अस्ति. तर्हि तादृशधातुः यस्य अन्ते इक् प्रत्याहारस्य कश्चन वर्णः अस्ति सः धातुः इगन्तः, इगन्तधातुः इति सर्वत्र अस्माकं व्याकरणे सर्वत्र इगन्तधातुः अधुपदधातुः इति तादृश शब्दप्रयोगः दृश्यते. तर्हि तत्र सर्वत्र बहुव्रीहिसमासः. अधुपदधातुः इत्युक्ते अत् उपदा यस्य सः इति तादृशं सर्वत्र बहुव्रीहिसमासः. अग्रे पठतु भगिनि. आम्, सर्वेषाम् इगन्तधातूनां गुणकार्यं. तत्र सर्वेषाम् इगन्तधातुः अस्ति, तदनन्तरम् अ इति विकरणप्रत्ययः आयाति चेत् आद्गुणः इत्यनेन गुणकार्यमेव भवति. जि योगः सूत्रेण गुणः आद्गुणः. क्षम्यताम्, क्षम्यतां, सार्वधातुकार्धधातुकयोः अत्र समीचीनं. तत्र गुणकार्यम् अपि च गुणसन्धिः, अनयोः भेदः अत्र. अस्माकं करपत्रे यत्र यत्र गुणकार्यम् इति वदामः तत्र गुण अङ्गकार्यम् इत्यर्थः. अस्तु अस्तु, आं भगिनि, क्षम्यताम्. अग्रे पठतु. आम्, जि योगः शप्, जि इति धातुः, शप् इति विकरणप्रत्ययः, तत्र सार्वधातुकार्धधातुकयोः इत्यनेन इगन्त अङ्गस्य गुणः भवति, अतः जे इति भवति, जे योगः अ. तादृशमेव भू इति धातुः, शप् इति विकरणप्रत्ययः, भू इत्यस्य सार्वधातुकार्धधातुकयोः भू इत्यस्य इगन्तम् अङ्गस्य गुणः भवति, गुणः भूत्वा भो इति भवति, भो योगः अ. रु इति धातुः, रु धातुः योगः शप् इति विकरणप्रत्ययः, अत्र अपि सार्वधातुकार्धधातुकयोः इत्यनेन ऋ इत्यस्य ऋकारान्त यः अङ्गः अस्ति तस्य गुणः भूत्वा हर् इति भवति, हर् योगः अ. तदा धात्वन्ते ए ओ चेत् यान्तवान्तसन्धिः. यदा जे योगः अ वयं दृष्टवन्तः, जे योगः अ अस्ति चेत् एकारान्तं धात्वन्ते ए इति अस्ति, तदनन्तरम् अ इति शप् इत्यस्मात् आयाति, जे योगः अ इत्यस्य एचो यवायावः इत्यनेन ऐ इति आदेशः भवति, अतः ज ऐ योगः अ जय इति भवति. तादृशमेव भूयोगः शप् इत्यस्मात् भो योगः अ वयं प्राप्नुमः, भो योगः अ अत्र एचो यवायावः इत्यनेन औ आदेशः भवति, भ योगः औ योगः अ भव इति तस्य अङ्गं भवति, अदन्तमङ्गं वयं प्राप्नुमः. समीचीनं. तर्हि इदानीं तत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य निमित्तं किम् इति एकवारं स्मारयति वा? सार्वधातुकार्धधातुकयोः इत्यस्य इगन्तमङ्गं भवेत्, धातोः इगन्तमङ्गं भवेत्, तस्मात् परं पित् प्रत्ययः भवेत्. तत् अस्ति चेत् तत्र सार्वधातुकार्धधातुकयोः इत्यनेन इगन्त अङ्गस्य गुणः भवति. पित्प्रत्ययः इति केवलं तावत् पर्याप्तं वा? अत्र सूत्रं किमस्ति? सार्वधातुक अर्धधातुकयोः तत्र इगन्त अङ्गस्य परं यदा सार्वधातुक अथवा अर्धधातुकप्रत्ययः अस्ति यः पित् अस्ति तदा इगन्तमङ्गस्य गुणः भवति. समीचीनम्. इत्युक्ते इगन्त अङ्गस्य इकः गुणः भवति सार्वधातुके अर्धधातुके परे. सार्वधातुके इत्यस्य विषये एव पित् प्रत्ययः अपित् प्रत्ययः इति व्यवहारः अस्ति. अर्धधातुकप्रत्ययस्य विषये पित् अपित् इति व्यवहारः नास्ति. किमर्थं नास्ति व्यवहारः अर्धधातुकस्य विषये? तत्र विकरणप्रत्ययः नास्ति. अर्धधातुकप्रत्ययस्य प्रसङ्गे गणस्य विचारः नास्ति, अतः विकरणप्रत्ययः न आयाति. न, तत्तु अस्ति, तत्तु अस्ति. परन्तु मम प्रश्नः पित् अपित् इति व्यवहारः किमर्थं केवलं सार्वधातुकप्रसङ्गे एव? इदानीं यथा भवती उक्तवती पित् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति चेत् गुणः भवति. यथा शप् प्रत्ययः षित् इति कृत्वा सार्वधातुकसंज्ञकः, पित् अपि अस्ति इति कृत्वा जी इति जे इति भवति इति उक्तम्. अर्धधातुकप्रसङ्गे इदानीं जी योगः तत्र किं तप्रत्ययः अस्ति इति चिन्तयतु. जी योगः तप्रत्ययः, तर्हि तप्रत्ययः कीदृशप्रत्ययः? अर्धधातुकप्रत्ययः. अर्धधातुकप्रत्ययः, तर्हि अत्र जी योगः तप्रत्ययः, तत्र गुणः भवति वा? न भवति महोदय भगिनि. किमर्थं? प्रत्ययः पित् नास्ति इति नास्ति. तदेव अहं वक्तुमिच्छामि. तत्र प्रत्ययः पित् नास्ति इति कृत्वा गुणः न भवति इति विचारः नास्ति अर्धधातुकक्षेत्रे. किमर्थं नास्ति? कोऽपि वदतु. कित् अस्ति इति कृत्वा गुणः न भवति इति समीचीनं. परन्तु पित् अपित् अस्ति खलु, तत्र अपित् अस्ति इति कृत्वा गुणः नास्ति इति वक्तुं शक्यते वा? सार्वधातुकम् अपित् इति अस्ति. अपित् इति व्यवहारः सार्वधातुकक्षेत्रे एव भवति. सार्वधातुकम् अपित् निद्वत् भवति इति एव उक्तम्. अर्धधातुकम् अपित् इति न उक्तम्. सार्वधातुकम् अपित् भवति चेत् निद्वत् भवति इति उक्तम्. अतः अर्धधातुकक्षेत्रे किं द्रष्टव्यम् इति चेत् सर्वत्र गुणः भवति, कुत्र गुणः न भवति इति चेत् प्रत्ययः कित् नित् गित् अस्ति चेत् गुणः न भवति. किनिति च इति सूत्रेण यदुक्तं कित् गित् नित् तत्र एव गुणः न भवति. अतः अर्धधातुकप्रत्ययस्य विषये इदानीं तत्र अनियर् इति प्रत्ययः अस्ति, जी योगः अनियर्. अनियर् इति प्रत्ययः पित् अस्ति वा? नास्ति खलु. तत्र जी योगः अनियर् इत्यत्र रूपं किम्? जयनीयः इति अस्ति खलु, जयनीयः इति रूपम् अस्ति. तर्हि तत्र गुणः दृश्यते खलु, यथा तत्र यथा जयति इति रूपम् अस्ति एवमेव अत्रापि जयनीयः इत्यत्र गुणः दृश्यते. तर्हि अनियर् इति प्रत्ययः अपित् अस्ति खलु, तत्र गुणः कथम् इति चेत् अपित् इति व्यवहारः केवलं सार्वधातुकक्षेत्रे एव, अर्धधातुकक्षेत्रे अपित् इति व्यवहारः नास्ति. अतः अत्र अनियर् प्रत्ययः यद्यपि अपित् अस्ति तथापि तत्र गुणः भवति. किमर्थम् इति चेत् अपित् इति व्यवहारः अर्धधातुकक्षेत्रे नास्ति. अर्धधातुकक्षेत्रे किं द्रष्टव्यं? प्रत्ययः कित् गित् नित् एतेषु कश्चन प्रत्ययः अस्ति चेत् तदानीमेव गुणनिषेधः भवति. तत्र पित् अपित् इति व्यवहारः नास्ति इति मनसि भवेत्. अस्तु, समीचीनम्. अवगतं खलु? आं भगिनि. अस्तु, समीचीनं. अहं विस्मृतवती, क्षम्यतां. नास्ति चिन्ता, नास्ति चिन्ता. अत्र पुनस्मरणार्थमेव पुनः अहं वदामि, यतोहि वयं पूर्वमपि एतत् श्रुतवन्तः, परन्तु पुनस्मरणार्थं पुनः एकवारं तावदेव. अस्तु, इदानीं गीताञ्जलि भगिनी अग्रे पठति वा? पठामि भगिनि. तत्र भूयोग शप् इति न ऋकारान्तः चेत् केवलं सर्वम् अभवत् खलु तत्सर्वं ऋकारान्तः चेत् ऋकारान्तः चेत् केवलं वर्णमेलनं वर्णमेलनं भ्रूयोगः अ हर् तत्र वर्णमेलनम् इत्युक्ते इगन्तं इगन्तमस्ति अपि च गुण भूत्वा हर भवति शप् तः आयाति हर योगः इति हरति अनेन अङ्गं निर्मितं जय भव हर जीतः जय भूतः भव भूतः हर इति सार्वधातुकार्धधातुकयोः पठामि भगिनि एकक्षणं भगिनि आं वंसि भगिनि समयः परिवर्तितः मया सूचितं खलु तत्र वाट्साप् मध्ये अपि सूचितमासीत् ओ अहं तु मेल् दृष्टवती तत्र तु सार्ध अष्टवादने एव अस्ति अतः द्वितीयमेल् अपि प्रेषितवती भगिनि प्रथमं तत्र तत्र समयः परिवर्तितः इति न प्रेषितं द्वितीयम् ईमेल् अपि तत्र अरविन्द महोदय मां स्मारितवान् तदानीं द्वितीय ईमेल् अपि प्रेषितवती ओ क्षम्यतां भगिनि अस्तु नास्ति चिन्ता अस्तु सार्वधातु सार्धधातुकयोः इति सप्तमाध्याये तृतीये पादे चतुर्दशीति सूत्रम् इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके अर्धधातुके च प्रत्यये परे सार्वधातुकश्च कञ्च अर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके तयोः सार्वधातुकार्धधातुकयोः सार्वधातुकार्धधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रम् मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धि इत्यनेन परिभाषा सूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम् येन विधिस्तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गम् किन्तु तादृशम् अङ्गम् यस्य अन्ते इक् अलोन्त्यस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः सार्वधातुकार्धधातुकयोः इति प्रमुखसूत्रम् इत्युक्ते गुणकार्यस्य प्रमुखसूत्रमस्ति तत्र अत्र इगन्तम् अङ्गम् अस्ति चेत् गुणः भवति यदा सार्वधातुकप्रत्ययपरे अस्ति चेत् अपि च आर्धधातुकप्रत्ययपरे अस्ति चेत् तत्र सार्वधातुकार्धधातुकयोः इति कीदृशपदम् इति तु समस्तपदम् इतरेतरद्वन्द्वः समासः अस्ति तत्र अपि च मिदेर्गुणः इत्यस्मात् विग्रहवाक्यं किम् एकवारं स्मारयतु विग्रहवाक्यं किं सार्वधातुकार्धधातुकयोः इत्यस्य इतरेतरद्वन्द्वः इत्युक्ते विस्मरामि भगिनि अत्र दत्तं खलु सार्वधातुकञ्च आर्धधातुकञ्च कञ्च हा तदेव वा अस्तु तदेव विग्रहम् यथा तत्र रामः च लक्ष्मणः च इत्यत्र समस्तपदं किम् रामञ्च लक्ष्मणञ्च समासः कः समस्तपदं किम् रामलक्ष्मणौ रामलक्ष्मणौ इति द्विवचने अस्ति खलु यतोहि तत्र जनद्वयमस्ति रामः च लक्ष्मणः च रामलक्ष्मणौ एवमेव अत्र सार्वधातुकञ्च आर्धधातुकञ्च इति समासः समस्तपदं किम् सार्वधातु पुनः वदतु भगिनि इदानीं विग्रहवाक्यं सार्वधातुकं च आर्धधातुकं च इति विग्रहवाक्यं सति विग्रहवाक्यं तत्र समस्तपदं किं सार्वधातुक आर्धधातुकयोः तदेव सार्वधातुकार्धधातुकयोः इति सप्तम्यन्तं हा सार्वधातुक आर्धु आर्धधातुक फलं फले सार्वधातुकं कथं किमर्थं नपुंसकलिङ्गं सार्वधातुकम् इति नपुंसकलिङ्गं हा हा हा सार्वधातुके सार्वधातुक अर्धधातुके क्षम्यता इति अस्ति तत्र समस्तपदमस्ति सार्वधातुक अर्धधातुके न तु अर्धधातुकौ इति यतोहि तत्र अर्धधातुकम् इति नपुंसकलिङ्गे अस्ति अतः इदानीं तस्य सप्तम्यन्तम् इति वक्तुमिच्छामः चेत् सार्वधातुक अर्धधातुके इति उक्त्वा तयोः इति वदामः चेत् तदानीं सार्वधातुक अर्धधातुकयोः इति अस्ति अस्माकं प्रातिपदिकं किं समस्तपदस्य सार्वधातुक अर्धधातुक इति अस्ति तस्य सप्तमी विभक्तौ द्विवचने यदा द्विवचनकृत्यं योजयामः तदानीं सार्वधातुक अर्धधातुकयोः इति रूपं भवति अस्तु इदानीं वदतु सूत्रार्थः अस्तु तत्र मिदेर्गुणः इत्यस्मात् गुणः अङ्गस्य अधिकारः इको गुणवृद्धिः इत्यतः इकः अपि च येन विधिः तदन्तस्य अपि च अलोन्तस्य द्वे सूत्रे वयं जानीमः कथं कार्यं करणीयम् इत्युक्ते येन विधिः तदन्तस्य इत्यनेन केवलम् इक् अङ्गम् इति तु इत्युक्ते सम्पूर्ण अङ्गम् इक् इति न अर्थः परन्तु यस्य अन्ते इक् इति अपि च अलोन्त्यस्य इत्यनेन अङ्गस्य स्थाने इत्युक्ते सम्पूर्ण अङ्गस्य स्थाने तु आदेशः न भवति परन्तु अङ्गस्य अन्ते आदेशः भवति इति तदनन्तरम् अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इत्युक्ते अङ्गस्य अन्ते इक् अस्ति चेत् इकप्रत्याहारस्य वर्णः अस्ति चेत् अपि च परे सार्वधातुकप्रत्यये वा अर्धधातुकप्रत्यये वा धातोः तदनन्तरं गुणः भवति इति अङ्गस्य गुणः भवति इति समीचीनं तर्हि अत्र एकं तत्र स्पष्टीकर्तुम् इच्छामि इदानीं तत्र समस्तपदस्य विग्रहवाक्यमेवमस्ति इति चिन्तयतु सार्वधातुकं च गुणः च इदानीं समस्तपदं किम् सार्वधातुकगुणौ उत्तरपदस्य यद्लिङ्गं तदेव लिङ्गं भवति समासस्य द्वन्द्वसमासस्य अतः सार्वधातुक सार्वधातुकगुणौ सार्वधातुकगुणौ सार्वधातुकं तत्र सार्वधातुक योगः गुण सार्वधातुकगुण इति अस्ति प्रातिपदिकं सार्वधातुकगुणौ इति द्विवचने यतोहि जनद्वयमस्ति तत्र परवलिङ्गं द्वन्द्वतत्पुरुषयोः इति कारणेन न भगिनि सत्यं तदेव तर्हि इदानीं इदानीं सूत्रार्थः स्पष्टः अस्ति खलु इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः इदानीं वंशी भगिनी भवती वदतु इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः इति सर्वेषां पदानाम् अन्वयः कथं सम्बन्धः कः अस्तु, प्रयत्नं करोमि भगिनि. इकः इति षष्ठ्यन्तमस्ति, अङ्गस्य इति षष्ठ्यन्तं, गुणः प्रथमान्तं, सार्वधातुकयोः सार्वधातुकार्थधातुकयोः इति अपि षष्ठ्यन्तमस्ति. सार्वधातुकार्थधातुकयोः अस्तु, निमित्तमस्ति खलु. हा, क्षम्यतां क्षम्यतां, निमित्तमस्ति, क्षम्यताम्. अस्तु, सप्तम्यन्तमस्ति सार्वधातुकात्. अस्तु, तत्र इकः अङ्गस्य इति तु अङ्गस्य विशेषणमस्ति. कीदृश अङ्गम् इत्युक्ते इगन्त अङ्गम् इति वक्तुं शक्यते. इकः अङ्गस्य गुणः भवति, गुणः इति प्रथमान्तमस्ति. तत्र तु सार्वधातुकार्धधातुक इति परे अस्ति चेत् तत्र इकः अङ्गस्य एव तत्र अन्वयः भवति न भगिनि? तत्र षष्ठी एकः अङ्गः इति अनयोः अनयोः कीदृशभावः? विशेषणविशेषभावः अस्ति न तत्र? विशेषणविशेषभावः अस्ति चेत् तत्र तत्र किं वदामः वयं? विशेषणविशेषभावः अस्ति. येन विदस्तदन्तस्य. ओ अस्तु, ओ सूत्रं वा? इकः अङ्गस्य इत्यस्य कः अर्थः? इकः अङ्गस्य इत्युक्ते तत्र इकः एव अङ्गं भवेत् इति तत्र अर्थः उच्यते. सत्यम्, अभेदसम्बन्धः अस्ति खलु, विशेषणविशेषयोः अभेदसम्बन्धः. अतः इकः सुन्दरः बालकः, सुन्दरः बालकः इत्युक्ते सुन्दरः इत्युक्ते बालकः, बालकः इत्युक्ते सुन्दरः. आं, समीचीनं. तर्हि तत्र इकः अङ्गः अङ्गम् इकः अङ्गस्य इति वदामः चेत् तत्र अभेदसम्बन्धः, इकः एव अङ्गं, तर्हि अभेदसम्बन्धः अस्ति चेत् तदानीं तत्र किं भवति? तत्र अङ्गम् एव साक्षात् इक् अस्ति, अङ्गे केवलम् इ उ ऋ लु इति एव वर्णः इति, एतेषु कश्चन वर्णः अस्ति चेदेव गुणः भवति इति सूत्रार्थः भवति. तथा भवति चेत् तत्र कार्यक्षेत्रं बहु लघु भवति खलु, बहु लघु भवति कार्यक्षेत्रं. तथा तर्हि तत्र परन्तु आवश्यकं तत् कथं प्राप्यते इति चेत् तदर्थं परिभाषासूत्रमस्ति, येन विदिस्तदन्तस्य. अनेन सूत्रेण इकः अङ्गस्य इत्यत्र सामान्यलोके यथा व्यवहारः अस्ति, सामान्यव्यवहारः कः? विशेषणविशेषययोः इति चेत् अभेदसम्बन्धः. सुन्दरः बालकः इति वदामः चेत् सुन्दरः, यदि सुन्दरः इति वदामः चेत् सुन्दरः एव बालकः, बालकः एव सुन्दरः. अतः सौन्दर्यं तत्र सम्पूर्णं सम्पूर्णमस्ति, इत्युक्ते हस्ते अस्ति पादे अस्ति इति नास्ति. सुन्दरः इति यदि वदामि तदानीं बालकस्य एव उल्लेखः अस्ति, अभेदसम्बन्धः अस्ति. तथा एव अत्रापि इकः एव अङ्गम्, अङ्गम् एव इकः, अभेदसम्बन्धः इति सामान्यव्यवहारः अस्ति. तादृशव्यवहारम् अत्र स्वीकुर्मः चेत् व्याकरणे कार्यं न सिद्ध्यति, यतोहि बहुत्र गुणकार्यम् आवश्यकम्. तदर्थं परिभाषासूत्रं कृतं, येन विधिस्तदन्तस्य इति परिभाषासूत्रेण. तत्र इकः अङ्गस्य इत्युक्ते तत्र पाणिनी तत्र किं कृतवान् इति चेत् सः चिन्तितवान् अत्र अभेदसम्बन्धः अस्ति चेत् कार्यं न सिद्ध्यति. तत्र इतोपि अत्र अस्माकं सूत्रस्य लक्षणं किं? विश्वतोमुखम् इति उक्तं खलु, अल्पाक्षरम् असन्दिग्धं विश्वतोमुखम् इति उक्तं. विश्वतोमुखम् इत्युक्ते तत्र एकेन नियमेन बहुत्र कार्यं स्यात्, यतोहि अस्माकं पुरतः शब्दराशिः बहु अधिक अधिक अधिक अस्ति. शब्दराशिः तत्र बहवः शब्दाः सन्ति लोके, सर्वत्र एकैकं शब्दं स्वीकृत्य इदं सूत्रम् इदं सूत्रम् इदं सूत्रम् इति वदामः चेत् तत्र सूत्राणि बहूनि भवन्ति, तर्हि कोऽपि स्मर्तुमपि न शक्नोति. तदर्थं तत्र किं कृतवान् इति चेत् एकेन सूत्रेण तत्र बहुत्र कार्यं यथा स्यात् तथा तत्र सः चिन्तितवान्. तदर्थं तत्र इत्युक्ते आयुर्वेदक्षेत्रे अपि एवमेव अस्ति. आयुर्वेदक्षेत्रे एकेन औषधेन तत्र बहूनां व्याधीनां तत्र तत्र गुणः इत्युक्ते तत्र किं तत्र व्याधेः परिहारः भवति एकेन औषधेन. यथा तत्र विश्वतोमुखम् इति वदामः, तत्र त्रिपला इति एकम् औषधमस्ति, तेन औषधेन बहूनां व्याधीनां गुणः भवति. एवमेव अत्रापि एकेन सूत्रेण बहूनां शब्दानां ग्रहणं यथा स्यात् तत्र तदर्थं येन विधिस्तदन्तस्य इति सूत्रेण इकः अङ्गस्य इत्यनेन न केवलम् इक् इति अङ्गं यत् सामान्यव्यवहारे इक् इति अङ्गम् इति व्यवहारः अस्ति अभेदसम्बन्धः अस्ति परन्तु अत्र न केवलम् अभेदसम्बन्धः परन्तु इतोपि बृहत् अहं कथं कर्तुं शक्नोमि इति चेत् तादृश अङ्गं यस्य अन्ते इक् अस्ति तस्यापि ग्रहणं भवतु इत्युक्ते तत्र इदानीम् अवयव अवयवीभावः अपि स्वीक्रियते अङ्गस्य अन्ते इक् अस्ति चेत् तस्यापि ग्रहणं यथा स्यात् इति कृत्वा इदानीं किं भवति अङ्गं केवलम् इक् अस्ति चेदपि ग्रहणं भवति यस्य अन्ते इक् अस्ति अङ्गस्य अन्ते इक् अस्ति चेदपि ग्रहणं भवति तर्हि येन विधिस्तदन्तस्य इति सूत्रं तत्रैव कार्यं करोति यत्र विशेषणविशेष्य भावः अस्ति तस्य कार्यक्षेत्रं बृहत् कर्तुम् इदं सूत्रम् तर्हि इदानीं किं लब्धम् इति चेत् न केवलम् इक् इति अङ्गं परन्तु तादृश अङ्गं यस्य अन्ते इक् अस्ति तस्यापि ग्रहणम् इति उक्तम् तर्हि इदानीं ततः अग्रे पश्यामः चेत् अङ्गस्य गुणः इति उक्तम् अङ्गस्य गुणः अनयोः कः सम्बन्धः अङ्गस्य गुणः इति तत्र तु अवयव अवयवीभावः अस्ति वा भगिनि तत्र गुणः इति अवयव अवयव अवयवीभावः अत्र इत्युक्ते सामान्यतया यत्र अवयव अवयवीभावः अस्ति अवयव अवयवीभावः एव भावमेव वयं स्वीकुर्मः परन्तु यत्र अवयव अवयवीभावः नास्ति तत्र एव स्थानी इति वदामः अत्र अवयव अवयवीभावः नास्ति यतोहि स्थानी अस्ति अङ्गम् अङ्गमेव स्थानी अङ्गं स्थानी कार्यम् अङ्गस्य गुणः अङ्गस्य स्थाने गुणः इति उक्तम् इदानीम् इकः अङ्गस्य गुणः इत्यनेन अङ्गस्य गुणः कीदृश अङ्गं तादृश अङ्गं यस्य अन्ते इक् वर्णः अस्ति तादृश अङ्गस्य गुणः इति उक्तम् अथवा इक् इति अङ्गं तस्य गुणः इति उक्तं तर्हि अङ्गस्य एव गुणः इति वदामः चेत् तत्र किं भवति तत्र उद्देशविधेयभावः नूतनः विधेयः भवति वा गुणः इति विधेयः भवति न न न उद्देशविधेयभावः किमपि नास्ति अत्र अङ्गस्य गुणः अङ्गस्य इति स्थानी अस्ति तावदेव तत्र किमपि विधीयते इति नास्ति अत्र विधानं किमपि नास्ति इत्युक्ते तत्र गुणः इति अपि किम् इति वयं जानीमः अङ्गमपि किम् इति वयं जानीमः अज्ञातविषयः किमपि नास्ति अत्र अस्तु अतः उद्देशविधेयभावः इत्यस्य चिन्तनं नास्ति अज्ञातविषयः अस्ति चेदेव उद्देशविधेयभावः तादृशं किमपि नास्ति अत्र अङ्गं किम् इति जानीमः गुणः किम् इति अपि वयं जानीमः तर्हि सम्पूर्ण अङ्गस्य गुणः इति यदा वदामः तदानीं किं भवति इति चेत् झी इति धातुः अस्ति इति चिन्तयन्तु झी इति कीदृशधातुः इगन्तधातुः झी इति धातोः गुणः अङ्गस्य गुणः इति वदामः चेत् तत्र झी इत्यस्य सम्पूर्णस्य स्थाने इकः गुणः इति वदामः चेत् किं भवति तत्र तत्र तु ए भवति न तत्र सम्पूर्ण झी इत्यस्य स्थाने ये भवति यतोहि तत्र अलोन्त्यस्य इति सूत्रस्य कार्यं न भवति इदानीम् अलोन्त्यस्य इत्यस्य चिन्तनं नास्ति इदानीं तत्र कः दोषः अङ्गस्य सम्पूर्णस्य स्थाने गुणः भवति चेत् तत्र जी इति सम्पूर्ण अङ्गस्य ए इति आदेशः भवति तथा भवति चेत् दोष इष्टरूपं न सिद्ध्यति तर्हि लक्ष्यं साधयितुं तत्र तदर्थम् अत्र अलोन्त्यस्य इति परिभाषासूत्रं कृतम् तेन परिभाषासूत्रेण सम्पूर्ण अङ्गस्य गुणः नास्ति परन्तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणः इत्युक्त्वा इदानीं जी इति अङ्गस्य अन्तिमवर्णस्य स्थाने गुणः न तु सम्पूर्ण अङ्गस्य गुणः भवति चेत् सम्पूर्ण जी इत्यस्य स्थाने ए इति भवति तथा भवति चेत् रूपं न सिद्ध्यति ए योगः शप् योगः इति अयति इति रूपं सिद्ध्यति तत्तु नैष्यते अतः अङ्गस्य अन्तिमवर्णस्य स्थाने गुणः इति उक्तम् तत्र निमित्तं किं सार्वधातुक आर्धधातुक आर्धधातुकप्रत्यये परे अथवा आर्धधातुकप्रत्यये परे समीचीनं भगिनि अभेदसम्बन्धः इत्युक्ते किं क्षम्यताम् अभेदसम्बन्धः इत्युक्ते इदानीम् अत्र पश्यतु नीलः घटः इदानीं नीलवर्णः कुत्र अस्ति घटे अस्ति नीलवर्णं पृथक् कर्तुं शक्यते वा घटात् न पृथक् कर्तुं शक्नुमः न शक्यते तर्हि इदानीं नीलः इति अहं वदामि चेत् कस्य उल्लेखः नीलः घटः अस्ति, मम पुरतः एकः घटः अस्ति, नीलवर्णीयः घटः अस्ति, अहं वदामि नीलम् आनयतु, तर्हि भवती किम् आनयति? घटं। तर्हि नीलः इति वदनेन एव भवती घटम् इति अवगच्छति खलु? अनयोः अभेदः अस्ति वा नास्ति वा? यदि अहं वदामि सुन्दरः बालकः इति अहं वदामि चेत् सुन्दरः इति विशेषणमस्ति, बालकः इति विशेष्यम् अस्ति, तर्हि सुन्दरः इत्युक्ते तत्र सुन्दरः इत्युक्ते किम्? सुन्दरः इत्युक्ते किं गुणः खलु? सौन्दर्यम् इति गुणः, तादृशगुणः कुत्र भवति? बालके, बालके एव भवति खलु? तर्हि इदानीम् अहं बालकः आगच्छ, बालकः त्वम् इत्युक्ते बालकः आगच्छतु इति वदामि, तर्हि तदानीं बालकः आगच्छति, तर्हि इदानीम् अहं वदामि सुन्दरः आगच्छतु, कः आगच्छति? कोऽपि न गच्छति, कोऽपि न आगच्छति, न बालकः एव आगच्छति, यतोहि बालकस्य एव विशेषणमस्ति खलु, तत्र विशेषणं स्वतन्त्रतया न तिष्ठति, बालकम् आश्रित्य एव तिष्ठति खलु, तादृशगुणः कुत्र भवति? बालके एव भवति खलु, सौन्दर्यं बालके एव भवति, अतः तत्र सौन्दर्यं पृथक्तया न भवितुम् अर्हति, यतोहि तत्र द्रव्यम् आवश्यकं, द्रव्यं किम्? अत्र बालकः, यथा घटः इति वदामि चेत् नीलवर्णः घटे एव भवति, तत्र नीलवर्णं पृथक् कर्तुं न शक्नुमः, नीलः इति वदामः चेत् तादृशगुणः कुत्रचित् अस्ति इति अस्माभिः ज्ञायते, यतोहि नीलः इति तादृशपदं, नीलवान् नीलवान् घटः इति वदामि चेत् तत्र किम् अवगच्छामः? इदानीम् अहं वदामि नीलवान् आगच्छतु, किम् अवगच्छति? बालकः इति अवगच्छति खलु? इदानीं बुद्धिमान् बालकः इति यदा वदामि, बुद्धिमान् बालकः इति वदामि चेत् तत्र बुद्धिमान् इत्यस्य कः अर्थः? तत्र कीदृशप्रत्ययः बुद्धिमान् इत्यत्र? मतुप्रत्ययः. मतुप्रत्ययः, मतुप्रत्ययस्य अर्थः कः? युक्तः इति. इत्युक्ते तत्र बुद्धिः अस्य अस्मिन् अस्ति, इत्युक्ते बुद्धिः अस्य अस्ति अथवा बुद्धिः अस्मिन् अस्ति, तस्य कः अर्थः? यस्मिन् बुद्धिः अस्ति इति सः बुद्धिमान्. किमर्थम् अस्य इति अपि उक्तम्? अस्य अस्मिन् इति किमर्थं द्वि तत्र द्विरीत्या उक्तम्? पृथक्तया बुद्धिः नास्ति. न न, इत्युक्ते अत्र पश्यतु, एकम् उदाहरणं वदामि, धनवान् बालकः इति वदामि, धनवान् बालकः, इदानीं धनम् अस्य अस्ति अपि च धनम् अस्मिन् अस्ति, अनयोः भेदः अस्ति वा? धनः बालके नास्ति, तत्र षष्टि अपि सप्तमी प्रयोगः इति वा भगिनि? समीचीनम्. इत्युक्ते धनः अस्मिन् अस्ति इत्युक्ते किं, कः अर्थः इति चेत् साक्षात् तस्य हस्ते अस्ति अथवा तस्य स्यूते अस्ति इति. धनम् अस्मिन् अस्ति, इदानीं धनम् अस्य अस्ति इत्युक्ते किम्? धनवान् वित्तकोषे अस्ति धनं, तथापि धनं तस्य धनस्य स्वामित्वं तस्मिन् अस्ति खलु, साक्षात् तस्य हस्ते नास्ति, परन्तु धनम् इदानीं वित्तकोषे अस्ति, तथापि मम धनम् इति अहं वदामि खलु, मम धनं यदि वित्तकोषे अस्ति अहं वदामि मम धनम् इति वदामि. किमर्थं मम धनम् इति वदामि? यतोहि अहं तत्र स्वामिनी अस्मि, तस्य धनस्य स्वामिनी अस्मि, अतः मतुप्रत्ययस्य अर्थद्वयम् अस्ति, अस्य अस्ति अथवा अस्मिन् अस्ति, द्वयोः अपि ग्रहणं भवति. इदानीं बुद्धिः इति यदा वदामः, बुद्धिः तु वित्तकोषे न भवति खलु, अस्मिन्नेव भवति खलु, अतः बुद्धिः अस्मिन् अस्ति, सः बुद्धिमान् इति वदामः, बुद्धिमान् बालकः इति यदा वदामि तदानीं बुद्धिः पृथक् कर्तुं न शक्यते बालकात्, अतः इदानीं बुद्धिमान् आगच्छतु इति वदामि चेत् भवति तत्र कः आगच्छति? बालकः. बालकः आगच्छति खलु, अवगच्छति खलु इदानीं किमर्थं बालकः आगच्छति बुद्धिमान् इति वदति चेत्? कस्मिन् बुद्धि अस्ति तस्मात्? विशेषणमस्ति खलु बुद्धिमान्, अतः बुद्धिमान् आगच्छति, बुद्धिमान् आगच्छतु इति चेत् बालकः यदा आगच्छति तथैव सुन्दरः बालकः इति वदामि चेत्, सुन्दरः आगच्छतु इति वदामि चेत् तदानीं बालकः एव आगच्छति. तस्य अर्थः कः? सुन्दरवान् बालकः आगच्छतु, सुन्दरवान् आगच्छतु इति अर्थः. सौन्दर्यं यस्मिन् अस्ति तादृशः आगच्छतु इति अर्थः. अवगतं खलु? इति अभेदसम्बन्धः इति वदामः. विशेषणविशेष्यभावः अस्ति चेत् अभेदसम्बन्धः. विशेषणं किं भवति इति चेत् गुणवाचकशब्दः भवितुमर्हति, संज्ञावाचकशब्दः भवितुमर्हति, जातिवाचकशब्दः अपि भवितुमर्हति. गुणवाचकशब्दः यथा नीलः, पीतः इत्यादीनि, वर्णवाचकः, गुणवाचकः, गुणवाचकः भवितुमर्हति. गुणस्य उल्लेखः, सौन्दर्यम्, उन्नतः, औन्नत्यम् इति तादृशम्. अथवा जातिवाचकः अपि भवितुम् अर्हति. ब्राह्मणः बालकः इति जातिवाचकः अस्ति, जातिवाचकः अपि भवितुम् अर्हति. संज्ञावाचकः, रामः इति बालकः आगच्छतु इति संज्ञावाचकः अपि भवितुमर्हति. तत्र यत्र विशेषणविशेषभावः अस्ति इति ज्ञायते तत्र अभेदसम्बन्धः इति लोकव्यवहारः अस्ति. परन्तु अत्र व्याकरणे के लोकव्यवहारं स्वीकृत्य अस्माकं कार्यं न चलति व्याकरणे. तदर्थं पाणिनिना तत्र विस्तृतं कृतं येन विधिस्तदन्तस्य इति सूत्रेण. यत्र विशेषणविशेषभावः अस्ति लोकव्यवहारम् अहं न त्यजामि, लोकव्यवहारम् अपि स्वीकरोमि, अभेदसम्बन्धमपि अहं स्वीकरोमि, परन्तु तस्य उपरि किञ्चित् अहं स्थापयामि. किं स्थापयामि? यस्य अङ्गस्य अन्ते अपि तादृशव्यवहारः अस्ति तदपि अहं स्वीकरोमि इति उक्त्वा तत्र इकः अङ्गस्य इति उक्तम्. अस्तु अस्तु, अत्र किञ्चित् शास्त्रीयव्यवहारः अस्ति, तत्र जाटिल्यं नास्ति, किञ्चित् चिन्तनीयं तावदेव. अस्तु, इदानीम् अग्रिमसूत्रं प्रति गच्छामः. एचोय वायावः इति सूत्रं तत्र किं वंशीभगिनी पठतु. हा भगिनी पठामि. एचोय वायावः षष्ठमाध्याये प्रथमपादे सप्तसप्ततितमं सूत्रम्. एचः एक ए ओ ऐ औ इत्येषां स्थाने क्रमेण ऐ अव् आय् आव् इत्यादेशाः भवन्ति अचिपरे. क्रमेण इत्युक्तं यथासङ्ख्यमनुदेशः समानम् इति परिभाषासूत्रस्य साहाय्येन. ऐ च अव् च आय् च आव् च तेषाम् इतरेतर द्वन्द्वः अयवायावः. एषः षष्ट्यन्तम् अयवायावः प्रथमान्तं. द्विपदम् इदं सूत्रम् इको एणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् एचः अयवायावः अचि संहितायाम् सूत्रमस्ति. एचोयवायावः इति सूत्रमस्ति, अनुवृत्तिसहितसूत्रमस्ति. एचः अयवायावः अचि संहितायाम् एचः स्थाने अयवायावः इत्युक्ते ऐ नो चेत् अव् नो चेत् ऐ अव् आय् अपि च आव् इति आदेशः भवति. यथासङ्ख्यमनुदेशसमानम् इति परिभाषासूत्रेण इत्युक्ते यत्र द्वयोः समूहे समान आदेशाः भवन्ति तत्र एकम् एकं नीत्वा प्रथमं तु प्रथमस्थस्थाने भवति, द्वितीयं तु द्वितीयस्थाने भवति इति यथासङ्ख्यमनुदेशसमानम् इति परिभाषासूत्रेण उक्तम्. अपि च तत्र अचि परे अदि एचः स्थाने एचः परे अच् वर्णः अस्ति, तत्र तस्मिन् स्थाने अयवायावः इति आदेशः भवति यदि संहितायाम् इति विवक्षा अस्ति अत्र इति एव सूत्रमस्ति. समीचीनं समीचीनं. तर्हि तत्र एचः स्थाने अयवायवः इति आदेशः भवति यथासङ्ख्यम् अनुदेश्य समानम् इति परिभाषासूत्रस्य सहायेन खलु. आं भगिनि. अस्तु समीचीनं. तर्हि इदानीम् अग्रे अग्रे विजयलक्ष्मी भगिनी पठतु, तदा अङ्गसिद्धप्रत्ययोः मेलनम्. आं भगिनि. तदा अङ्गसिद्धतिङ्प्रत्ययोः मेलनं यथा जि योगः शप् जे इति भवति जे योगः अ जय जय योगः तिप् जयति पकारस्य लोपः तिप् हलन्त्यम् इत्यनेन इत् भवति तस्य लोपः इति लोपे कृते जयति इति रूपं नी इत् योगः शप् गुणे कृते ने इति भवति योगः अ नय नय इति भवति अयादिसन्धि नय योगः तिप् नयति दृ योगः शप् द्रो योगः अ द्रव द्रवयोगः तिप् द्रवति भू योगः शप् भो योगः अ भव भव योगः तिप् भवति हृ योगः शप् हर् योगः अ हर हर योगः तिप् हरति इति अत्र ह्रस्व इकारः दीर्घ इकारः अनन्तरं ह्रस्व उकारः दीर्घ उकारः अनन्तरं ह्रस्व ऋकारस्य उदाहरणानि इक् इक् अन्ते एतेषाम् अङ्गानां सन्ति अत्र उदाहरणानि दीयन्ते समीचीनम् अत्र एतेषां सर्वेषां रूपाणि चतुर्षु लकारेषु रूपाणि कानि इति गृहपाठरूपेण अभ्यासं कुर्वन्तु अदृष्ट्वा अदृष्ट्वा सिद्धप्रत्ययः के इति मनसि संस्थाप्य तदनन्तरं रूपाणि कानि इति अभ्यासः अपि भवतु गृहपाठे नो चेत् अस्य पाठस्य लाभः न भवति केवलं पठित्वा गच्छामः चेत् लाभः न भवति अतः सिद्धप्रत्ययः के इति कण्ठस्थीकृत्वा प्रत्ययान् कण्ठस्थीकृत्वा तदनन्तरम् अभ्यासं कुर्वन्तु अस्तु अत्र स्थगयामः वा कोऽपि प्रश्नः अस्ति वा अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः धन्यवादः धन्यवादः